वक्तुमिच्छति वा भगिनि हेड् व्यवस्थायाः विषये? अस्तु, इदावस्था व्यवस्था वयं पूर्वं प्रथमं पञ्च च ये वर्गाणि सन्ति तत्र वयं पठितवन्तः. इदानीं इतोपि अधिकं पाठं भविष्यति. वेदवस्था किम् अस्ति? यदि इदागम भवति यदि धातु अपि प्रत्ययद्वयोः यदा अनुकूलता भवति तदानीम् इदागमः भवति. प्रथमं वयं प्रत्ययस्य पठामः. प्रत्ययः कानि के प्रत्ययाः इदागमानुकूलः सन्ति के न सन्ति इति. प्रथमं इदागम विधायकसूत्रमस्ति आर्धधातुकस्य इद्वलादे. इदागमः भवति प्रत्ययस्य. सो प्रत्ययः अस्ति यदि आर्धधातुकः अस्ति अपि आदौ यत् वर्णः अस्ति तत् वलादिप्रत्याहारे अस्ति तदानीम् इदागमः अनुकूलप्रत्ययः भवति. एतद् प्रत्यय आर्धधातुकस्य भवेत् वा कृत् भवेत् इति कृत् भवेत् वा एकोपि अद अन्य आर्धधातुकप्रत्ययतः निच्छसि इति. अन्य तस्य निषेधसूत्रमस्ति नेद्वशीकृति. नेद्वशीकृति इति सूत्रं किं वदति? यदि वश् प्रत्याहारे कृत् प्रत्ययस्य आदौ वश् प्रत्याहारे को वर्णः अस्ति प्रत्ययस्य तु तत् इदागमस्य निषेधः भवति. सो इदागमस्य निषेधः वश् प्रत्याहारे कानि वर्णानि आगच्छति ते वर्गय तृतीय चतुर्थ पञ्चम अपि वय अपि साधु सो ते यदि आगच्छति तत्र इदागमस्य निषेधः भवति. तदनन्तरं तृतीयसूत्रमस्ति ति टु त्र त सि सु र क सेषु. एते प्रत्ययाः ति ये आरम्भ यद् आदौ तेषां वर्णः प्रत्ययाः ये सन्ति अनुबन्धलोपानन्तरं ति टु त्र त सि सर क स येषाम् आर्धधातुकप्रत्ययानाम् इदागमः न भवन्ति. यदि वयं पश्यामः सर्वे ये प्रत्या उक्ताः एतस्मिन् सूत्रे ति टु त्र त ते वलि अस्ति. ति टु त इति तीत इति भवति प्रथम वर्गीयस्य प्रथमाङ्ग किं तीतु इति प्रथमगण प्रथम वर्णः अस्ति. तथ इति द्वितीय भवति सिसु सर्वे वलादि अस्ति किन्तु वशादि नास्ति तदापि तेषां इदागमस्य निषेधः भवति. इति द्रष्टव्यं. प्रथमम् अस्ति विधायकसूत्रं तदनन्तरम् आगच्छति निषेधसूत्रं. सो इदानीं यत्र उदाहरणम् अस्ति शास् धातुः अस्ति. शास् धातुः तत्र इति यत् अस्ति शास्त्रं भवति. सर्वे ये तीतूत्र तासि सुसगतम् अस्ति तेषां यदि योजनं भवति तत्र इदागमः नास्ति इति उदाहरणमस्ति शास्त्रं यूत्र योत्रं युज्योत्रं. यदि ते वयं जानीमः ते आर्धधातुकप्रत्याः सन्ति अतः सार्वधातुक आर्धधातुकयो अनेन तस्य प्रसक्तिः भवति. तु गुणकार्यमपि कर्तव्यम् अपि सन्धिकार्यमपि भवति प्रक्रियायां. यथा युज् योग अत्र अस्ति तत्र ज यत् अस्ति तस्य चोः कु अनेन जकारस्य ककार भवति इति. प्रथमं जकारस्य स्थाने खकारः आगच्छति, तदनन्तरं खरिचनेन ककार भवति, सो योक्त्रमिति इति भवति. सो इति सन्धिकार्यमपि गुणकार्यम् इति, यदि तस्य प्रसक्तिः भवति चेत् अपि करणीयं. सो यदा अधोभागे दत्तमस्ति अनुबन्धलोपान्त अनुबन्ध लोपस्य पूर्वम् अस्ति तिच् प्रत्यय अपि तिन् प्रत्यय, द्वयोः स्थाने ति एव अवशिष्यते, ति भवति तिच् प्रत्यय. सो यदि कारणकी ति तूत्र इति सूत्रे तेषां परिगणिता उल्लिखिता सन्ति एते सूत्र एते प्रत्ययाः, सो तेषां यदागमः नास्ति. किन्तु यदि वयं पश्यामः प्रथमं ति तिच् प्रत्यये तन्ति भवति, धातुः अस्ति तन् तनिता तनितुं, तत्र तायसति तिच् प्रत्यये अस्ति. सो तिच् प्रत्यये वलादि अस्ति आदधातुक, तस्य आदधातुक वलादे आदधातुकस्य वलादे तस्य प्रसक्तिः भवति. अतः अपि तिच् यत् भवति तत् तकार अस्ति इति वशी नास्ति, सो अवशादे अस्ति. अपि ति सूत्र अस्मिन् सूत्रे अपि न आगच्छन्ति, अत्र तस्य तत्र इदागमः भवति. तन् धातु तन् अपि तृच् तद्विता, यदि तुम्मन् अस्ति तदपि इदागम अनुकूलम् अस्ति तन्नितुं. तथैव दीप्ति अस्ति, तत्र तिन् प्रत्यय अस्ति, दीप् धातुः अस्ति, दीप् योगति अत्र ति तूत्र एतस्मिन् सूत्रे अस्ति. तो यतोहि ति वलादि अस्ति, इदागमस्य प्रसक्तिः अस्ति, वशादि अपि नास्ति अस्ति, तस्य नेड् वशीकृति तस्य निषेधं नास्ति. किन्तु ति तूत्र अनेन सूत्रेण इदागमस्य निषेधः अस्ति, अतः केवलं तत्र दीप्ति इति भवति. किन्तु दीपिता दीपितुं तत्र इदागमस्य निषेधः न भवति, कारणे कि ता तृच् तुमन् इदानुकूलः अस्ति, अतः तत्र इदागमः भवति. तथैव सर्वे ये प्रत्या अधोभागे सन्ति तु तुन् अत्र सक्तु समानप्रक्रिया द्रष्टव्यं. प्रथमम् इदानुकूलप्रत्ययः अस्ति वा न, कस्य निषेधः अस्ति, डेड् विषये वशादि अस्ति वा न. यदि वशादि नास्ति तदनन्तरं द्रष्टव्यं, यदि ति तूत्र एतस्मिन् सूत्रे तस्य उल्लिखितं प्रत्ययः अस्ति वा न, तत् आधारेण इति अधोभागे सर्वे ये दत्तम् अस्ति. तुन् अस्ति सक्तु भवति, तुन् इति तु इति भवति अनुबन्धलोपानन्तरं, धातुः अस्ति सच्, सच् धातुः अस्ति, तु सक्तु भवति. पुनः अत्र अपि सन्धिकार्यमस्ति चोहोकु अनेन, सो सक्तु सचिता सचितुं तृच् प्रत्यय तुमन् प्रत्यय. यदि ष्टन् अस्ति तत्र अनुबन्धलोपानत्र, कारणं कि षकारस्य लोपः भवति, सो टकारस्य तकार भवति, कारणं कि षकार टकार तत्र तेषां मूर्धन्यवर्ण अस्ति तत्र. यदि षकार अपगच्छति तत्र पित् तकारस्य तकार भवति, तत्र एव अवशिष्यते. तत्र अपि यदि धातु पत् अस्ति समानप्रक्रिया, पत्रं पतिता पतितुं. तथैव तन् यदि हस् धातु अस्ति, हसि हस्तः हसिता हसितुम्. इदानीं कित् प्रत्ययः यत् अस्ति तत्र भवति, यत् प्रत्ययः अस्ति कित् प्रत्ययः नास्ति, किन्तु यत् प्रत्ययः सन्ति ते उणादिगणे आगच्छन्ति, अतः ते अष्टाध्याय्यां ते न उल्लिखिताः सन्ति, केवलं ति अधोभागे दत्तमस्ति, केवलं त अत्र इति पाणिनेः उक्ता अस्ति, सर्वे ये प्रत्याः सन्ति ते उनादिगणे अस्ति, किन्तु ते व्याकरण वदन्ति तेषामपि इदागमस्य इति चिन्तनं भवति, अतः अत्र लीत पीत तत्र इदागमनास्ति, कारणकीर्ति तूत इति तस्मिन् सूत्रे आगच्छति, तथैव धूत लविता पविता धूविता इति थ अस्ति, कुष्ठम् अत्र धातु अस्ति, कुष्ठं भवति कारणकी थ अस्ति, अत्र सन्धिकार्यमस्ति थकारस्य प्रभावेन थकारस्य ठकारः भवति कुष्ठं, त्रि इदानीं पश्यतु किथन् थन् अस्ति तत् ककारः अस्ति, सो कितिङ् इति परे गुणकार्यं न भवति, गुणनिषेधः भवति, तत्र कुष्ठम् अस्ति, किन्तु यत्र त्रिचतुम् अस्ति तत्र अर्धधातुकप्रत्ययः किन्तु कित् नास्ति, अतः कोषिता कोषितमिति भवति, तथैव काश् धातु अस्ति, काश् धातु यत्र अस्ति काश् मूर्धनीयशकारः अस्ति, इदानीं काष्ठं मूर्धनीय वृषरज वृज सृज राज अनेन सूत्रेण तालवीयशकारस्य मूर्धन्यशकारः भवति इति सूत्रेण तत्र सन्धिकार्यमस्ति, काष्ठम् इति भवति, काशिता काशितुम् इति काशिता काशितुं, तथैव अधोभागे सि अस्ति, सि अपि अति उपदेश अवस्थायां प्रत्यक्ष ककार आदौ अस्ति, सो तत्रापि गुणकार्यं बाधितं भवति, सो कुक्षि भवति, कुक्षि कथं भवति, धातु अस्ति कुश् मूर्धन्यशकारः अस्ति, यदि मूर्धन्यशकारः अस्ति सकारपरे षडोकः सि अनेन सकारस्य मूर्धन्यशकारस्य ककारः भवति, तदनन्तरम् आदेशप्रत्ययो सूत्रेण सकारस्य मूर्धन्यशकारः भवति, तो इति कुक्षी भवति तत्र कोषिता कोषितं, तथैव समानप्रक्रिया अपि सु अत्र अपि ककारः अस्ति, तो यदि सु इति प्रत्ययः भवति तत्र गुणनिषेधः अस्ति, धातु अस्ति इष् धातु, इष् धातु तत्र शकारमूर्धन्य अस्ति, तथैव समानप्रक्रिया यथा पूर्वं दृष्टवन्तः, षडोकः सि यनादेशप्रत्यय अनेन इक्षु भवति, एषिता एषितुं तत्र इदागम आगच्छति, पृच्छ तुमन् तत्र सर् सरन् पुनः स इति आदौ अस्ति, आदेशप्रत्यय इति चिन्तनीयं भवति, धातु असि अश् पुनः शकार इति कालवीयशकार तस्य व्रज वर्षरज व्रजनेन कालवीयशकारस्य मूर्धनीयशकारः भवति, षडोकः सीयनेन मूर्धनीयशकार कालवीयशकारस्य मूर्धनीयशकारः, तदनन्तरं ककारः भवति आदेशप्रत्ययनेन, तु अक्षय इति भवति, अक्षरम् आगच्छति, अथवा अशिता अशितुं तत्र अस्ति इदागम, किन्तु यत्र सर् अस्ति तत्र इदागम नास्ति, कारणकी विशेषसूत्रमस्ति तीत्र तत्सीषु सर् कसेषु तत्र इदागमनिषेधः अस्ति, यतोहि वलादि अस्ति, तथैव ककार क अस्ति कन् पुनः कित् अस्ति तत्र अनु अत्र ककार अकार यदि अस्ति तत्र कोऽपि गुणकार्यं न आगच्छति, तत्र शल्क गुणकार्यम् अकारस्य किं भवति भगिनि, अकारे एव तिष्ठति वा आतिष्ठति किं भगिनि, अकारस्य गुणकार्यं भवति वा, अकारस्य गुणं तु अकारः एव अस्ति भगिनि, अकारः एव अस्ति साधु, वृद्धिः आकारः अस्ति, अकारः एव अस्ति, किन्तु यत्र अकारस्य अकारः भवति चेत् अपि यत्र गुणकार्यं भवति तत्र तु पुरण्ड्रपरः इत्यनेन आगच्छति वा तदा तदपि ऋकारस्य अस्तु तु अत्र केवलं शल् धातु शल् अस्ति, शल्क शलिका शलितुं स इदानीम् अत्र सन्धिकार्यमस्ति, धातुः अस्ति वद् वद्योग स इति सकारस्य खरि च इति सूत्रेण दकारस्य तकारः भवति, सो वत्स इति भवति तत्र प्रत्ययपरे बस् इत् इति अक्षरं वत्स इति पठितुं मया वत्स इति आगच्छति वा प्रथमवारम् अहं गच्छामि वत्स वत्सः इति पुत्रः इति वयं जानीमः खलु, तर्हि पुत्रः इति वत्सः इति शब्दः धातुतः आगच्छति इति अपि अक्षरमपि अश् धातुतः आगच्छति, परन्तु अश् धातु महोदय किमपि पृष्टम् अश् धातु आसने इति खादितं भवति किन्तु अक्षरं तत् अश् धातु इति खादने नास्ति अत्र नाशनं न भवति, व्याप्तौ इत्यपि अर्थः अस्ति, व्याप्तौ पर्वे टु हीप् टु पैल् अप् इत्यपि अस्ति, अनन्तरम् अन्यथा यत्र अशु व्याप्तौ इति धातुः अस्ति, अनन्तरम् अशु भोजने तत्र तु कन्ज्यूम् इत्युक्ते व्याप्तौ इत्यतः स्यात् अक्षरं वयं वेदान्ते गीतायां पठामः तस्य नाशनं भवति साधु अक्षरम् अपि एक अनेक अन्यसूत्रमस्ति वस् वस्वे काजाधसाम् इति सूत्रेण केवल अपि निषेधः अस्ति, वेदागमस्य निषेधः अस्ति, किन्तु केवलं तस्य प्रसक्ति छन्दसि भवति न तु अन्यसि तेषां प्रति वदति वस्वे काजाद्भाषाम् इत्यस्य कृतद्विर्वचनानाम् एकाच् एकाचाम् अनन्तरं अदन्तानां धसेश वसो इट् न अन्येषां वस्प्रत्ययस्य दाग्मग भवति केवलं द्वित्वानन्तरम् अपि ये धातवः एकाचः तेभ्यः अनन्तरं एकाच् इत्यस्यतः अनन्तरम् आकारान् धातुभ्यः आद्वितीयस्थिति कृत्वा आकारान्तधातुभ्यः अस्तु, अनन्तरं घस् इति अस्ति तर्हि घस् धातुतः एतानि निमित्तानि पूरितं भवति तदानीमेव नो चेत् न भवति अस्माकं प्रति महोदय भवान् यदि न स्मरति चले तदनन्तरं कान्य प्रत्ययस्य यदि प्रत्ययाः सन्ति इदानुकूलतः तेषां विभागं कृतवन्तः आदौ यदि भवति अनुबुधलोपनान्तरं चतुर्दश सकारादिप्रत्ययाः सन्ति, सकारादिप्रत्ययाः अष्ट सन्ति, तेषाम् अपि तत्तु त्वा तुमुन् तव्य तव्य तुच् तृन् तास्तवे तवेन तोसून् त्वन् त्वा त्वन् भगिनि एते सर्वे कृदन्तप्रत्ययाः सन्ति, एते चतुर्दश तकारादिप्रत्यय आर्धधातुकप्रत्ययः एव उक्तः अस्ति. वयं तु कृद् प्रत्ययः इति केचनाः प्रायः कृद् किन्तु इस् प्रत्ययः इस् तु अर्धधातुकप्रत्ययः अस्ति किन्तु कृत् नास्ति खलु. चेति सर्वं तु विकरणप्रत्ययः सन्ति. सकारादि अस्ति सिच् सियु सन् स्यक्से सेन् स्यक् तत्र सियुट्स्य सि अपि लुट् लकारे लिङ्लकारे तत्र आगच्छति. किमस्ति स्य इति विकरणप्रत्ययः सन्ति. सन् प्रत्ययः तु सनन्ताः तु पुनः नूतनधातुः निष्पन्नं भवति. धातुजः अस्ति अनन्तरं निष्पादयन्ति गातुं निष्पादयन्ति. तदनन्तरं किमस्ति चित् प्रत्ययः प्रहभिन्नचित्तस्य अस्ति. तदनन्तरं दत्तमस्ति क्वस्तु धातु छन्दसि आगच्छति. लिट् लकारे सप्तप्रत्ययाः सन्ति थल् व म से देवे महे. अस्तु इदानीं तद् यदि धातु इदागम अस्ति वलादे अस्ति. मम प्रश्नः अस्ति वस्वेकाजाद्घसाम् इत्यनेन एकः क्वसु प्रत्ययः इति सः अस्ति. एक एव प्रत्ययः क्वसु. अहं न जानामि कथं तस्य सन्धि इडानुकूलः अस्ति इति वा. इडानुकूल यदि जित्वा अनन्तरं धातु एकाच् अस्ति आकारान्तधातु अस्ति घस् धातु अद् धातु घस् आदेशः अस्ति. वक्तुं शक्यते क्वसु प्रत्ययः तेषु एकः एव क्वसु प्रत्ययः एव प्रत्ययः अस्ति इति प्रायः. किन्तु वस्वे कथं अहं न अवगच्छामि कथम् एते अर्थाः भवति. किं भगिनि प्रश्नः कः सूत्र वस्वे काजाधास् प्रत्ययः एव क्वसु प्रत्ययः एव वस् इति उक्तमस्ति सूत्रे इति मन्ये. अस्तु ओ वस् इत्यनेन क्वसु प्रत्ययस्य एव उल्लेखनमस्ति. द्वितं कुत्र दत्तम् अस्ति अत्र सूत्रे एकाच् इति दत्तम् अस्ति खलु अत्र तेन एकाच् आम् एकाच् आद् आच् एकाचाम् इति एकाचां साधु वा एकाचां तदनन्तरं घस् अस्ति साधु घस् घसाम् कसु एका तत्र एका आचा आचाम् एकाच् आद् घसाम् एकाच् आत् घसाम् वसु अत्र अस्ति वसु एकाच् प्रत्ययः अस्ति वसु एकाच् इदानीं तत्र अनन्तरं मङ्गलवासरे वयं धातुः स्वभावे कृतवन्तः पठितवन्तः. तत्तु वयं पूर्वम् एतदपि वयं पूर्वं पठितवन्तः. एकस्योपदेशे अनुदातात् इत्यनेन अनुदातः अस्ति चेत् प्रत्ययस्य इडागमः न भवति. प्रत्ययः अत्र तु पूर्वम् उक्तमासीत् प्रत्ययः इडानुकूलः कः प्रत्ययः इडानुकूलः इति न वयं पठितवन्तः. तदनन्तरं धातुः अपि इडानुकूलः अस्ति चेदेव इडागमः भवति इत्यतः तर्हि धातुः इडागमस्य कथं वयं जानीमः स्वभावः इत्युक्ते एकाच् उपदेशे अनुदातात् इति सूत्रेण उपदेशवस्थायाम् एकाच् धातुः यः अस्ति औपदेशिकधातुः यः एकाच् अपि अस्ति अनन्तरम् अनुदातः अपि अस्ति चेत् तस्य इरागमः भवति अनुबद्धलोपानान्तरम् इति तिष्ठति यत् तिष्ठति अवशिष्ट भवति तदनु अत्र किं भवति किम् यस्य स्वरस्य लोपः भवति तदनु अपि किमस्ति तदस्मिपदं वा परस्मिपदं वा इति वयं वदामः यत् तिष्ठति तदनु इडुव्यवस्था वदामः तर्हि अत्र भिन्न किमपि नास्ति उदात्त अनुदात अस्ति अनुदात एकाच् अस्ति तत्र भवति अन्यत् यदि उदात्त स्वरितस्वराः सन्ति ते भवन्ति सेत् सर्वे एकाच् अनेकाच् धातव ये सन्ति ते भवन्ति सेत् औपदेशिक अवस्थायामे अष्ट अनेकाच् धातव सन्ति जागृ उणु दरिद्रा चक्रास् चक्कास्र चिरि जिरि दिदिङ् वेविङ् इति किन्तु सर्वे अति आतिदेशकधातवः ते सर्वे अनेकाः सन्ति ते सर्वे सेक् सन्ति यथा निच्छति पाठी लेखी इति ते सर्वे अनेका इति समर्थव्यं यदि धातुः अनेकाच् अस्ति ते प्रायः सर्वे सेक् सन्ति एकाच् अस्ति तद् द्रष्टव्यं यदि अनुदात् अस्ति तत् अन्यत् भवति केवलम् एकाच् के परिगणिताधातवः सेत् सन्ति ते अस्माभिः कण्ठस्थीकरणीयं ये धातव अग्रिमपाठम् आगच्छति तत् यत् अन्तिम यत् परिचयमस्ति धातो अनेकाच सर्वे तु सेतः अनन्तरं यत्र स्वरितः वा उदात्तः वा अस्ति चेत् तदपि सेत् ते अपि सेत् भवन्ति अनेकाच अनुदात किं भवति अनेकाच अस्ति चेत् चिन्तनीयमेव नास्ति चिन्तनीयमेव नास्ति अनेकाच सन्ति चेत् निश्चयेन सेतेव यः कोऽपि स्वरः भवतु सेतेव तो इदवस्या अभवत् इदानीम् अजन्तदातव पठामः आं भगिनि अजन्तदातवः आधिक्येन आनीतः अतः ते ये सेटः किमर्थमित्युक्ते अनेकाचः सर्वे तु सेटः भवन्ति अनन्तरं किमस्ति अत्र यत्र अजन्ताः सन्ति चेत् यत्र ये च एकाचः सन्ति तत्रापि अजन्ताः हलन्तः इति वक्तुं शक्यते तदा तु एकाच् अनुदात एकाचः सन्ति तेषु अजन्तदातवः ये सन्ति ते तु आधिक्येन अनितः भवन्ति इति अतः ये सेटः तेषां ज्ञानेन अजन्तदातूनां विधिव्यवस्था सौकर्येण नेया इति केवलं चतुर्दश अजन्तदातवः कण्ठस्थीकरणीयाः अधिकतया अनितः इति कृत्वा वयं सेट् धातूनां वयं कण्ठस्थीकरणं कुर्मः वयम् अनेन सर्वेषाम् अजन्तदातूनां निडुव्यवस्था मनसि सिद्धा भवति एषु द्वादशदातवः स्वयं सेतः उदाहरणार्थम् अत्र अस्तु स्वयं सेतः के के सन्ति श्री श्वि षि डि यु रु नु स्नु क्षु क्ष्णु वृ वृन् इति तदा द्वौ धातु यौ न केवलं स्वयं सेतौ अपि तु वर्गप्रतिनिधि भूधातुः सर्वेषाम् उकारान्तानां प्रतिनिधिः अनन्तरं तृ धातुः सर्वेषां ऋकारान्तानां प्रतिनिधिः तर्हि किम् अस्ति अत्र आम् इति अस्ति तर्हि आहत्य वयं कण्ठस्थीकरणीयं चेत् चतुर्दश इति स्वीकर्तुं शक्यते किमर्थमित्युक्ते भू इत्यनेन सर्वेषाम् उकारान्तः नित्यं सर्वे उकारान्तः नित्यं सेतः भवन्ति सेतः भवन्ति ऋकारान्तः अपि सेतः तदनन्तरं श्री इति आश्रयति इति श्री धातुः भगिनि श्री इति श्वयते इति वर्धते इति श्वयते इति अस्ति खलु, तत्तु श्री धातुः. श्री इति किम् अस्ति, शयते इति श्रीं धातुः, निद्रां करोतु शयते किं धातुः अस्ति. दि इति दयते इति, दयते इति दि धातुः. यु इति यु धातु. रु इति रौति. नु इति किम् अस्ति, स्नौति इति. अनन्तरं स्नु अपि स्नौति वा, श्नौति, क्षौति, श्नौति. वृ इति वृणोति इति खलु, तत् किमपि द्वयं भवति इति मन्ये. श्रुति श्रौति अस्ति, श्रुशौति श्रुति श्रौति इति तेजने अस्ति, श्रौति शक्ति अस्ति, श्नौति पठामः. श्रिङ् सेवायां द्वादिगण्यधातुः. श्वि इति गतिवृद्ध्योः श्वयति इति. शीङ् इति शेते इति स्वप्ने इति. दीङ् इति विहाय सा गतौ इति दयते, नो चेत् दीयते इति भवति तस्य. यु इति मिश्रणे अमिश्रणे अपि भवति, अर्थद्वयमपि भवति यौति इति. रु इति शब्दार्थे रौति इति, नो चेत् रवीति इति भवति. नौति इति स्तुतिं करो, नौति इति भक्तः देवं नौति इति. स्नु इति प्रस्रवणे, श्रवणे इत्युक्ते किं भगिनि, श्रवति इति भवति खलु, प्रस्रवणे इति श्रवति, श्रवति तदेव श्रवणम् इति मन्ये. आङ्ग्लभाषायां किं भवति, टु किम् अस्ति, टु ड्रिसल् इति वा प्रस्रवणम् इति अर्थमपि पश्यामि. लीक् इति ड्रिप् इति अस्ति भगिनि. श्रवति इति वदामः, जलं श्रवति, नालिका नलिकायाः जलं श्रवति. अस्तु अस्तु, श्रवणम् नलिकायाः, नलिकायाः जलं स्नौति इति. भक्तः देवं नौति. शिशुः रौति, मातरं दृष्ट्वा शिशुः रौति. यु इति मिश्रणयन्त्रं, किम् अस्ति, अन्नं शब्दे इति अस्ति, शब्दे रुशब्दे नो शु अपि अहं तु उपरि गतवती पुनः. अस्तु, क्षु इति शब्दे, क्षौति इति पुनः शिशुः मातरं दृष्ट्वा शिशुः रौति अपि वदामः, क्षौति इति क्षौति शौट् इति चिन्तयामः शब्दार्थे. अनन्तरं क्ष्णु इति तेजने, किमस्ति तीक्ष्णं भवति खलु तेजनार्थं, तेजनम् इति क्ष्णौति इति. तद् किं भवति, बुद्धि बुद्ध्या बुद्धिः किमस्ति क्ष्णौति इति ज्ञानं तेजनं करोति. मम प्रश्नः वृद्धिः कथम् आगच्छति तत्र, यु यौ रौ इति अदादिगणीय गुणकार्यं भवति इति मन्ये. गुणकार्यं तु यो भवति इति, क्षम्यतां, सार्धात् सार्धयोः इति तेन गुणकार्यं भवति न, साधा आर्धधातुकरणेन वृद्धिः यदि अचो अचोन्येन इति अति तत् तदानीं वृद्धिः भवति वा. सर्वे वृद्धिः अत्र दत्तमस्ति. विशिष्टकार्यं विषयान्तरम् अस्ति किन्तु ऊतो वृद्धिर्लुकि हलि इति सूत्रेण भगिनि, उकारादातूनां वृद्धिः भवति. हलादि सूत्रं किम्, उतो वृद्धिर्लुकि हलि इति, उतः इत्युक्ते उकारान्तानां वृद्धिः भवति. लुखि हलि इति सारदार्थस्य लुखि इत्यस्य अर्थः किमस्ति? लुखि सति अङ्गस्य उकारान्त अङ्गस्य वृद्धिः भवति. लुखि सति हलादे इति सार्वदातके इति. ओके, इदानीम् अल्पं गच्छामि. इदानीं लुक् भवति खलु, तदनन्तरं तस्य वृद्धिः भवति. उतो वृद्धिर्लुपि खलु, लुक् अपि अस्ति, अपि हलादि अपि अस्ति, अतः सर्वत्र प्रत्ययं प्रत्ययसाधु अस्तु. तत्रैव क्रमेण आगच्छति. पुनः द्विभजनम् अस्ति प्रत्ययानां, सकारादि अपि सकारादि प्रत्ययः. तदनन्तरं भूधातुः तत्तु जानीमः. वृङ् इति सम्भक्तौ वृणि इति उदाहरणार्थं किम् अस्ति, अत्र विवाहं करोति खलु सम्भक्ति सम्भक्तौ वृङ् इति वृणीते इति वधु वरं वृणीते, तथा एव वृञ् वर्णे वृणोति वृणते समानार्थः भवति. अस्तु, रचा सीतारामं वृणोति इति भवति, वृणोति अपि वर्णे इति वर्णे अत्र सम्भक्तौ वर्णे इति अस्ति. सम्भक्त मीन्स् टु टु टु बि टु बि विस्प्रेड् इति अर्थम् इति मम सम्भक्तम् इति वृणीते इति वर्णे इति आवृणोति इति अर्थे वृङ्गतः. अस्तु, आवृणोति. तर्हि आरम्भतः वदामः. तर्हि केवलम् अजन्तदातूनां वयं स्मरणं कुर्मः चेत् सम्यक् भवति खलु. तर्हि साधु श्री श्वी इति भवति. श्री श्वी श्री दिन् यूरुनु अन्यत् सन्ति सर्वे. आम् तत्तु ऋकारान्त ऋद्धनोः स्येः इत्यनेन ऋकारान्त धातूनां ऋकारान्तधातुः सन्ति खलु. ऋकारान्तधातूनां स्य प्रत्यये परे किम् अस्ति यदागम सेटः भवन्ति. अन्यत् सन्ति न ते, एकाच अन्यत् अस्ति किं भगिनि? ऋकारान्त एकाच क्र धातु अस्ति, श्रु धातु अस्ति, ते सर्वे अपि ऋकारान्ताः यत्र स्य प्रत्यये परे सेटः भवन्ति. ऋकारान्तः खलु, ऋकारान्त यथा अस्ति तत्र सेट् भवति. अहं क्षम्यतां, ऋकारान्ताः क्षम्यतां, ऋकारान्ताः एव सर्वे सामान्यतया ऋकारान्तः तु ऋकारान्तधातुद्वयमेव सेट् वृङ् वृङ्ति, किन्तु अन्यः अपि स्य प्रत्ययपरे केवलं स्य प्रत्ययपरे ते सेटः भवन्ति, किन्तु ऋकारान्तदातः सर्वे तु सेटः भवन्ति. साधु, पुनः आरम्भतः एकवारं पश्यामः वा. श्रयति इति आश्रयति इति अर्थे, सेवायम् इति अर्थे द्वादिगणे धातुः. श्री इति श्वयति इति वर्धनम् इति अर्थे अस्ति, गतिवृद्धिः इति. अनन्तरं श्री इति स्वप्ने इति शेते इति. अनन्तरं श्री इति तत्र तु द्वयं भवति, डयते दीयते इति भवति, विभाग इति अर्थे भावादिक. अनन्तरम् उकारान्तानां तु यूरु नु स्नु अहं वदामि यूरु नु स्नु स्नु शु शु यूरु नु स्नु शु शु रैम् अस्ति. न्यू इत्यस्य तु यौति इति, यौति इत्यस्य तु मिश्रणं ग्रैण्डर् स्मरामि न मिश्रणे यौति माता यौति इति यौति अपि यून् अहं शब्दकोशः यूनियन् अपि भवति योति इति लैक् मेटिङ्ग् एण्ड् आल् दट् थिङ्ग् अपि तत् युज् धातुः अस्ति खलु मिश्रणं योति मिश्रणम् अमिश्रणे द्वौ अस्ति महोदयेन लिखति वा शब्दे रौति शिशुः रौति नु इति नौति भक्तः देवं नौति तदनन्तरं स्नु इति अस्ति स्नौति इति अस्ति स्नौति इति अस्ति तु आम् नलिकायाः जलं जलं स्नौति जलं स्नौति अनन्तरं क्षु इति शब्दे शिशुः क्षौति इति क्षौति अनन्तरं स्नु इति अस्ति क्ष्णौति इति तत्तु तेजने इति बुद्धिः क्ष्णौति बुद्धिः अनन्तरं सर्वे उपदातः अष्टाध्यायी पठनेन बुद्धिः श्रुणोति हा बुद्धिः श्रुणोति अनन्तरं सर्वे उकारान् ददातवः भूलोकम् इति चिन्तयामः भूलोके सर्वं सहसेकः सन्ति अनन्तरं किम् अस्ति वृ इति विवाहस्य विषयमस्ति वृ धातुद्वयमस्ति सम्भक्तौ अनन्तरं वर्णे इति अपि अस्ति वृणि सम्भक्तौ अनन्तरं वर्णे इत्यर्थे वृणोति वृणीते इति उद्देशति तत्र तदनन्तरं सर्वेपि ऋकारान्तदातवः ऋतिभिः ऋकारान्तवः अनेकः सन्ति अन्ये ऋकारान्तवः किन्तु स्य प्रत्यये परे तेषां तु यडागमः भवति ऋद्धनोः सि इति सूत्रेण तदनन्तरं सर्वे ऋकारान्तदातवः अपि यथा भू आसीत् तथैव ऋकारान्तदातवः अपि सेटः सन्ति किमस्ति तावदेव एकवारं वदामि तत् तर्हि मनसि यदि वयम् अजन्ता धातव इति वदामः आकारान्तदातव सर्वे अन्य सर्वे अन्यत् सन्ति आकारान्तात् अपि ऐ ध्यै अस्ति अस्ति ऐ ऐजन्त अस्ति ते आकारान्त भवन्ति आदेशे उपदेशे शिति अनेन ते अपि अन्यत् भवन्ति तद् इकारान्त धातव केवलं द्वो श्री अश्वि ते भवन्ति सेत् सर्वे अजन्त यथा जी धातु अस्ति जेता इति ते भवन्ति अन्यत् केवलं श्री इति भवति सेट् इकारान्त धातव द्वो धातु इति शीशीन् शयते स्वप्ने इति डी जयते इति भवति सेट् सर्वे अन्या यथा नी अस्ति नेता इति ते सर्वे अन्यत् सन्ति यदि उकारान्त धातव परिगणित उकारान्त षड् धातव सेट् अस्ति यु रु यु योति इति यु रु रोति शब्दं करोति यु इति मिश्रणे अमिश्रणे अस्ति नु नौति इति नौति इत्युक्ते किं भगिनि विश्रमति भक्तः नौति भक्तः नौति स्नौति तदनन्तरं शु शौति शब्दे बालः शौति शृणु शृणोति इति आगच्छति शृणोति तस्य अर्थं विश्रमति शृणोति तेजने अस्तु बुद्धि तेज शृणोति अस्ति तदनन्तरं सर्वे भू प्रतिनिधिः अस्ति ऊकार सर्वे ऊकारान्त धातव सेत् सन्ति यथा भू धातु भू भविता इति भवति तदनन्तरं ऋकारान्त धातव वृन् वृङ् ते सेतति अन्य शेष सर्वे अन्यत् सन्ति अर्थं पृष्टमस्ति किम् अस्ति वृणीते अस्तु वृ अस्ति वृणीते वृणोति वृञ् अस्ति वृणोति उभयपदी सन्ति अस्तु वृणोति मीन्स् इस् आच्छादयति इति भवति न वृणोति आवरणम् इति अस्ति आम् वृणीते तस्य अर्थं अहं न अवगच्छामि सम्भक्तौ बेस्टो इति अर्थः भगिनि बेस्टो इति गाड् बेस्टो इति ब्रैड् इस् बेस्टोड् आन् हिम् तदपि विवाहम् इति भवति वृणीते इति नो चेत् आवृणोति इति अस्ति अपि दीर्घरिकारान्त सर्वे चेत् सन्ति किन्तु रिकारान्त ये अस्ति वयं के वृङ् विहाय ते सन्ति इति आगच्छति भगिनि अहं कथां चिन्तयामि अत्र स्मरणार्थं प्रथमं तु सर्वमपि कृष्णार्पणम् अस्ति इति कृत्वा प्रथमं तु अस्माकम् आश्रयः अस्ति कृष्णस्य पादयोः आश्रयं कुर्मः खलु इति आश्रयणं तदनन्तरं तदा यदा वयम् आश्रयणं कुर्मः अस्माकम् आध्यात्मिकबुद्धिः अस्माकं चिन्तनं तु अस्माकं वर्धनं भवति श्रीभवति श्रयते श्रयति श्रीभवति तदनन्तरं तत्र तु विष्णुः तु तत्र शेते खलु तत्र शेते सः तु कदाचित् तत्र वैकुण्ठे शेते नो चेत् सः गरुडे डयते वाहने डयते तदनन्तरं भवति सः किं करोति विष्णोः कथा आगच्छति तदनन्तरं कथा किम् अस्ति यत्र तत्र किमस्ति अमृत अस्ति खलु अमृतं तदनन्तरं तदर्थं ते यौति खलु सागरं यौति तदा किं भवति देवाः अपि रौति असुराः अपि रौति किं रौति आवश्यकं किमस्ति अमृतम् आवश्यकम् इति ते रौति तदनन्तरं देवाः नौति विष्णुं नौति किमपि उपायं चिन्तयतु इति विष्णुं नौति देवाः तदा तु विष्णुः तु देवानां कृते अमृतं ददाति तदा तु किञ्चित् अमृतं स्नौति कस्य मुखे स्नौति किमस्ति राहुकेतु मुखे स्नौति तदनन्तरं पुनः क्षौति असुराः क्षौति मां न दत्तवन्तः इति क्षौति तदा तु देवाः श्नौति दे बिकम् नो चेत् एजनम् उपयुज्यते निखिल् ओर् युनो दट् युनो दिल्डिङ्ग्स् शार्प् बिल्डिङ्ग्स् अभवत् श्नौति तदनन्तरं तु भूलोके सर्वत्र देवानां आश्रयं भवति सर्वत्र तदनन्तरं किम् अस्ति अत्र तदनन्तरं विवाहोत्सवं भवति विष्णोः तु महालक्ष्मी प्राप्तवती खलु तर्हि विष्णोः विवाहः सम्भक् विवाहोत्सवं भवति खलु सम्भक्तौ अपि भवति तदनन्तरम् आवृणोति अपि लक्ष्मीम् आवृणोति तदनन्तरं ऋकारान्तः किम् इति न जाने अन्ते तु विष्णोः पूजायां किं किं भगिनि तरन्ति भक्ताः तरन्ति भवत्सागरं तरन्ति समीचीनं भगिनि तर्हि अधुना स्मरामि अहं श्री श्वी अनन्तरं यौ यौ आम् आम् दि शी दि अपि अस्ति अनन्तरं यौ रौ क्षम्यतां यु यु नु अनन्तरं क्षु स्नु स्नु क्षु क्ष्णु तदनन्तरं भू लक्ष्मी वृ वृण् तदनन्तरं मृङ् मृङ् तदनन्तरं तु ऋ इत्यस्य तु ऋ सर्वे ऋकारान् ददातवः अपि स्य मध्ये भगिनी एकवारं पुनः वदति वा? अस्ति, अहं श्रुतवती इति वदामि. श्री श्री श्री जी डी यु रु नु स्नु शु श्रु स्नु वृङ् वृङ् अपि भू त्रि. उत्तमं भगिनी, सम्यक् कृतवती भगिनी. भवत्याः तु आकारान्त इकारान्त इकारान्त इति यथा हयवरल इति अस्ति साधु संयकारप्रथमम् अस्ति. यूरु नु आगच्छति पञ्चम तत्र नु यूरु नु इति. तदनन्तरं नु अस्ति स्नु अस्ति स्नु शु शृणु इति. अस्तु, इदानीम् अति पाता धातु तुमन्तव्यस्य इति अपि. आम् आं, तत्तु समीचीनमस्ति. श्री इत्यस्य यत्र भवति तास् इत्यस्य तु श्रयिता श्रयितुं श्रयितव्यं श्रयिष्यति श्रयिष्यते इति भवति. उभयपदी अस्ति तत् सिं इत्यस्य अश्रयिष्यत् अश्रयिष्यत. श्री धातुः श्वयिता श्वयितुं श्वयितव्यं श्वयिष्यति अश्वयिष्यत्. शीं धातुः शयिता शयितुं शयितव्यं शयिष्यते अशयिष्यत. डिङ्गपि आत्मनेपदे अस्ति. डयिता डयितुं डयितव्यं डयिष्यते अडयिष्यत. यु यविता यवितुं यवितव्यं यविष्यति अयविष्यत्. अनन्तरं रु इति रविता रवितुं रवितव्यं रविष्यति अरविष्यत्. तत्र सर्वत्र समानमस्ति, सर्वेपि समानानि सन्ति. नु इति नविता नवितं नवितव्यं नविष्यति अनविष्यत्. अनन्तरं स्नविता स्नवितुं स्नवितव्यं स्नविष्यति अस्नविष्यत्. क्षविता क्षवितुं क्षवितव्यं क्षविष्यति अक्षविष्यत्. श्नविता श्नवितुं श्नवितव्यं श्नविष्यति अक्ष्णविष्यति. भविता भवितुं भवितव्यं भविष्यति अभविष्यत्. समानमस्ति. वरिता वरितुं वरितव्यं वरिष्यते अभविष्यत्. तत्र तु तदनन्तरं नृण्यधातुः वरिता वरितुं वरितव्यं वरिष्यति वरिष्यते अरविष्यति. उभयपदी प्रथममपि उभयपदी अन्तमपि अन्तिममपि उभयपदी उभयपदी. अनन्तरं बृङ् इति शीङ् इति शीङ् डिङ् इति आत्मनेपदी वयं तु जानीमः एव. तदनन्तरं वृङ् अपि वृङ् अपि आत्मनेपदी नकारः अस्ति. तरिता तरितुं तरितैव्यं तरिष्यति अतरिष्यत्. ध्ययिति ध्याता ध्यातुं ध्यै इति सकारः भवति. ध्याता ध्यातुं ध्यातव्यं ध्यास्यति. भगिनी भवत्या कोष्टकं पठत् पश्यतु. पठितवती भगिनी. अस्तु तदेव मम मदर्थं किञ्चित् सरलम् समीचीनं समीचीनं भगिनि. तर्हि किं कुर्मः भगिनि, श्वः आरभ्य प्रतिदिनं वाट्साप् मध्ये मां प्रेषयति वा भगिनि? अहमपि प्रेषयिष्यामि लिखित्वा. नो चेत् अहं न लिखितुं शक्नोमि संस्कृते. किमर्थं भगिनि? भगिनी गूगल् गूगल् न जानाति वा? एकनिमिषम् अहं मुद्रणस्य स्थगनं करोमि, तदनन्तरम् अहं प्रदर्शयामि.